सर्वेभ्यः नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. एनाक्षरः मां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अथ माहेश्वराणि सूत्राणि ऐ उण् ऋलुक् एवोङ् ऐ औच् हयवरट् लण् ञामङ्गणम् झभै घडदश् जभगडदश् खप चटत चटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. अस्तु, इदानीं द्वितीयाध्याये द्वितीयष्टादशसमासः क्षम्यतां प्रथमाध्यायः प्रथमपादः समास प्रकरणमस्ति. तत्र अद्य कः पठति इति पश्यामः. विनय् महोदय अस्ति, गोमती भगिनी, रोहिणी, रोहिणी भगिनी पठति वा, सूत्रपाठः अस्ति वा? आं महोदय, समर्थः पदविधि मन्त्रे पर्याङ्गवत् स्वरे प्राकडरसमासः सः सुपा अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व योगपद्य तादृश्य सम्पत्ति साकल्य अन्धवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाका संख्या परिणा विभाषा अपपरि बहिरन्त वदामि. अपपरिबहिरञ्जवः पञ्चम्या अपपरिबहिरञ्जवः पञ्चम्या आं मर्यादा परिविद्योः लक्षणे वदामि. आङ् मर्यादाभिविद्योः लक्षणे न अभिप्रदिद्योः विद्योः विद्योः आङ् मर्यादाभिविद्योः लक्षणे नाभिप्रति आभिमुख्ये अनुद्यत्समया यस्य चायामः तिष्ठद्भुप्रभुदीनि च पारे मध्ये षष्ट्या वा संज्ञावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. अत्र सम्यक् भगिनि, अत्र वयं पुस्तकं दृष्ट्वा वदामः तदा किञ्चित् उच्चारणं सम्यक् भवेत्. नदीभिश्च भिश्च न भिश्च अन्यपदार्थे अन्यपदार्थेन अन्यपदार्थे च संज्ञायां पारे मध्ये षष्ठ्या वा तादृशं तत्र यत्र यत्र महाप्राण अस्ति महाप्राण उच्चारणं सम्यक् भवेत्. आं महोदय, अस्तु, धन्यवादः. अक्षरं बहु सूक्ष्ममस्ति, दुःखं भवति, कष्टं भवति. अस्तु, भवतु, अभ्यासं करोति चेत् आगच्छ. अस्तु, वयम् इदानीं समासे अव्ययीभावसमासः इति समासविशिष्टसमासः अस्ति. तत्र प्रक्रिया कीदृशी भवति इति पश्यन्तः स्मः. तत्र वयं तत्र समासान्तकार्यम् इति विशिष्टकार्यम् अस्ति. यदा तत्र पूर्वपदनिर्णयं कुर्मः तदनन्तरं समासान्तकार्यम् इति विशिष्टकार्यं भवति. विभक्तियोजनात् पूर्वं भवति समासान्तकार्यं. तत्र विशिष्टकार्याणि तत्र अवेभावे शरत्प्रभृत्तिभ्यः इति सूत्रम् आरभ्य तत्र इदानीं गिरेः गिरेश्च सेनकस्य गिरेश्च सेनकस्य इति सूत्रपर्यन्तं दृष्टवन्तः. तत्र प्राधान्यतया टच् योजनं भवति इत्येव मुख्य आशा अस्ति. विकल्पेन केषुचित् स्थलेषु तत्र वैकल्पिकेन भवति, केषुचित् नित्येन भवति. इदानीं गिरि इति शब्दः अस्ति. यथा अव्ययं गिरि गिरेः गिरि इति शब्देन समस्यते. इदानीम् गिरेः समीपम् इति स्वीकुर्मश्चेत् तत्र समीपार्थे उप इति अव्ययं गिरि इति सुबन्तेन गिरेः इति सुबन्तेन समस्यते. अत्र तत्र समासविधायककार्यं भवति, तदनन्तरं पूर्वपद निर्णयं भवति. तत्कृत्वा उपगिरि इति रूपं तत्र भवति. तदा तत्र यदा वयं सुप् विभक्ति योजयामः तस्मात् पूर्वं समासान्तकार्ये तत्र प्रक्रिया द्वयं वर्तते. तत्र वैकल्पिक रूपम् अस्ति, तदनन्तरं नित्यरूपम् इति अस्ति. तत्र सामान्यरूपे तत्र उपगिरि इत्यस्य नपुंसकलिङ्गसंज्ञा अविर्भावाश्च इति सूत्रेण विधीयते. नपुंसकलिङ्गनिमित्तीकृत्य तत्र ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रेण तत्र पुनः ह्रस्वत्वं विधीयते उपगिरि. तदनन्तरं सुप्योजनं भवति. तदनन्तरं अव्यातासुपः इति सूत्रेण सुप् लुक् भवति. तदा उपगिरि इति रूपं सिध्यति. इदानीं वैकल्पिकरूपं पश्येमश्चेत् उपगिरि इति स्थिते तत्र गिरेश्च सेनकश्च इति सूत्रं प्रवर्तते. तदा तत्र किं भवति, तत्र टच् योजनं भवति. टच् योजामश्चेत् टच् इति भागे अकारः अवशिष्यते, टकारश्च चकारश्च लुप्यते, लुप्यन्ते, लुप्यन्ते. तदनन्तरं तत्र अकार तत्र यचिभम् इति सूत्रेण तत्र अकारनिमित्तीकृत्य तत्र उपगिरि इति वर्णसमूहस्य तदा वर्णसमूहस्य भासंज्ञा विधीयते, भासंज्ञा भवति तस्य. इदानीं भासंज्ञा अस्ति इति कृत्वा तत्र यस्येति च इति सूत्रं प्रवर्तते. भाधिकारे अस्ति यस्येति च इति सूत्रम् इति कृत्वा तत्र इकारस्य उपगिरि इति स्थितस्य अन्ते स्थितस्य इकारस्य तत्र लोपः विधीयते. तद्धितप्रत्ययपरे तद्धितप्रत्ययपरे अत्र टच् इति तद्धितप्रत्यय इति कृत्वा तत्र इकारस्य लोपः विधीयते. उपतन्त्रम् अकारस्य योजनेन उपगिर इति भवति. उपगिर इति स्थिते इदानीम् अकारान्तः इति कृत्वा तत्र अविभावश्च अव्यतापसुपः इति सूत्रं प्रभाद्य तत्र न अविभाव ततुन्तपुञ्चम्याः इति सूत्रं प्रवर्तते. अनेन सुप् प्रत्ययानाम् अम्मादेशः सामान्यतया पञ्चमी विहाय इति कृत्वा तदनन्तरम् अमिपूर्वः इति कृत्वा उपगिरम् इति रूपं सिद्ध्यति. तदनन्तरं तृतीयसप्तमबहुलत्वेन तत्र तृतीया अपि च सप्तमीविभक्ते वैकल्पिकरूपं भवति. अत्र संशय यस्य कस्यापि अस्ति वा? हा महोदय, कोमति अस्मि. अव्ययीभावश्च सूत्रद्वयं तच् प्रत्यय योजनात् पूर्वमेव भवति या परं भवति? अत्र केवलं अव्ययीभावश्च अपि च सूत्रद्वयम्, एकम् अस्ति तत्र प्रथमाध्याये, द्वितीयम् अस्ति द्वितीयाध्याये. प्रथमाध्याये विद्यमानं सूत्रं किं वदति इत्युक्ते तत्र अव्ययीभाव इति समास पदस्य समस्तपदस्य तत्र अव्ययम् इति संज्ञा भवति. तदनन्तरं द्वितीयसूत्रं किं भवति? अव्ययी भाव समस्त तत्र पदम् इति स्वीकुर्मः, पदस्य नपुंसकलिङ्गं तत्र लिङ्गविधानं भवति, लिङ्गविधानं भवति. इदानीम् अत्र लिङ्गविधानं कुत्र प्रसक्तिः भवति इत्युक्ते ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रम् अस्ति, तस्मात् पूर्वमेव करणीयं लिङ्गविधानम्. अपि च अव्ययम् अव्ययं यदा अव्ययतापसुपः इति सूत्रस्य पूर्वं तस्य स्वीकरणं करणीयम् इति कृत्वा तत्र सामान्यतया समासान्तकार्यं यत्र वयं आरम्भं कुर्मः तस्मात् पूर्वं तत्र संज्ञाविधानं भवेत्. अस्तु, अवगतं वा? अवगतं. तु अव्ययसंज्ञा नपुंसकलिङ्गसंज्ञा प्रथमं भवेत्, तदनन्तरमेव टच् प्रत्यय समासान्तकार्यं भवति. हा, समासान्तकार्यम्. अस्तु, अस्तु. इदानीं केवलं अभ्यासः एव भवति. विनय् महोदय, विनय् महोदय नमस्कारः. अत्र प्रथमं रमेशस्य समीपम् इति अस्ति, तदा रूपसिद्धिः क्रियते वा? आं महोदय, रमेशस्य समीपं रमेश शब्दः स्वयमेव अदन्तशब्दः, परन्तु रमेशस्य समीपं षष्ठी विभक्ति रमेश योग नस् योग उप. अत्र अहं किञ्चित् लिखितवान्, परन्तु यदि कोश दोषः अस्ति कृपया वदतु. अत्र उप लौकिकविग्रहः न भवति, उप समानार्थं समीपं शब्दः अस्ति, अतः विग्रहवाक्यम् अस्वपपद विग्रहः अस्ति, अस्वपपद विग्रहः अस्ति. तदनन्तरं वयम् अग्रे गच्छामः. रमेश नस उप अत्र अहं चिन्तयामि दीर्घसूत्र दीर्घूर् अस्ति परन्तु प्रयोजनम् अन्य अस्ति अतः यदि वयं प्रथमतया कृतञ्चित् समासः प्रातिपदिकं कर्तुम् इच्छामः यतः रमेश नस् उप प्रातिपदिकं नास्ति नस् अवयव भवति प्रत्यय अस्ति प्रथमसोपानं किं महोदय प्रथमसोपानं किं सामान्य प्रथमसोपानं प्राक्कडराक् समासः संज्ञासूत्र अस्ति अपि च वैभावः संज्ञासूत्र विशिष्टसंज्ञासूत्र अस्ति तर्हि अग्रे गच्छामः अत्र अग्रे कृतन्तसमासः प्रातिपदिकं निर्माणं तर्हि प्रातिपदिकं निर्माणम् अस्ति परन्तु रमेश नस् उप स्वयमेव पदमस्ति प्रातिपदं करणीयं वयं धातु सुपधातु प्रातिपदिकयोः लुक् आगच्छति लुक् अत्र अहं यदि वदामि अदर्शनं लोपः अस्ति केवलं मम अहम् अवगतम् इत्थमेव तर्हि लुक् भवति अदर्शनं लोपः भवति तर्हि एव प्रत्यलोपे प्रत्यलक्षणं अस्ति अतः प्रश्नः उदेति यदा औप पदमस्ति वा नास्ति परन्तु प्रत्यलोपे प्रत्यलक्षणं आधारकः परन्तु आयाति सुप्यन्तं पदम् अस्ति तर्हि वयम् अग्रे गच्छामः रमेशयोग उप अस्ति रमेशयोग उप अस्ति परन्तु प्रथम निर्दिष्टं समास उपसर्जनं सूत्र श्रोता अस्ति दीर्घ सूत्र दीर्घसूत्र वयं जानीमः अव्ययं भवति समीप समृद्धि वृद्धि अर्थभाव अत्य सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा पारिपूर्व योगपत्ति सादृश सम्पत्ति साफल्य अल्पवचनेषु इत्यादि परन्तु दीर्घसूत्र विधानसूत्र अस्ति अव्ययम् अनव्ययं सह समस्यते सुमन्त सुमन्तेन सह समस्यते अत्र अव्यय उप अस्ति शब्द रमेश अस्ति अव्यय रमेश सुमन्तेन सह समस्यते इदानीम् अग्रे गच्छामः वयं वयम् उप रमेश उप परन्तु उत्सर्जनं पूर्वम् अपि च पूर्वनिपातसूत्रेण अध्ययेन उप रमेश भवति उपरमेश भवति परन्तु अत्र स्वयमेव अदन्तमस्ति अतः त तत् विधान प्रसक्तिः नास्ति. भवान् सम्यक् वा न तच् विधानप्रसक्तिः नास्ति नास्ति यतः अदन्त शब्दः अस्ति अतः हलन्त नास्ति अदन्त अस्ति तच् विधान प्रसक्तिः नास्ति. तदनन्तरं अदन्तमस्ति तर्हि वयं उप रमेश अस्ति उप रमेश अग्रे गच्छामः विवक्ष अस्ति अवैभावः च अव्यय अस्ति अपि च नपुंसकमस्ति अतः सूत्र आयाति अवैभावाच्च अत्र यदि अवैभावाच्च अत्र नपुंसकान् स्वं वयं गच्छामः तर्हि सौजस्य सुप् अस्ति सुप् आयाति अतः उप रमेश योगा सु अस्ति परन्तु उपरमेशयोगस्तु कोऽपि महत्त्वं नास्ति तर्हि अव्ययात् आपसुप् लुक् अस्ति परन्तु अत्र त्रीणि सूत्राणि आयान्ति प्रकरणे त्रीणि सूत्राणि आयान्ति प्रकरणेण मम अहं यदि इत्थं वदामि प्रथमसूत्र अस्ति अदन्तात् वैभावात् लुको न लुक् तस्य तु पञ्चमी विना अमादेशः च स्यात् अहं केवलं प्रवर्तनं करोमि क्षम्यतां भवान् अदन्तात् वैभावात् सुकोभवत्पञ्चम्याः क्षम्यता पञ्चमी अहं लिखित्वा पञ्चमी विना परन्तु पञ्चम्याः मम दोषः. तदनन्तरं लुक् न भवति अम् आगच्छति केवलं भावः अस्ति परन्तु सूत्र अपि पूर्वः भवान् वदित्वा अपि प्रायः षष्ठिविभक्ति अस्ति परन्तु अहं सम्यक् न जानामि परन्तु अकारः तिष्ठति कोऽपि अतः यदि अहं वदामि उप रमेशं तर्हि उपरमेशं निष्पन्न अत्रतः. तदनन्तरम् अन्यसूत्र आगच्छति अन्यसूत्र अस्ति अदन्तात् वैभावात् तृतीयसप्तमयोः बहुलम् अम्भावः स्यात् अम्भावः अस्ति परन्तु आयाति पूर्वं सूत्रणाधारेण परन्तु अत्र तृतीयसप्तमयोः बहुलम् अर्थः बहुलं वा बहुलस्थ विकल्पेन बहुलं कोऽपि ग्रन्थकारस्य वा बहुलं परन्तु बहुलं विकल्पेन आगच्छति तर्हि केवलं रूपाणि आयन्ति वयं जानीमः उपरमेशं परन्तु तृतीया पञ्चमी अन्यविषयः तृतीया रामवत् रामेण रामाभ्यां रामैः, तर्हि एव अत्र भवति उप रमेश एकक्षण भगवान् एकक्षण उप रमेशेण उपरमेशेन क्षम्यतां रमेशेन नास्ति रमेशेन णत्व नास्ति णत्वथैव तत्र अट्कुप् रमेशेण इति भवति खलु अट् मध्ये हयवरट् हयवरट् न्यमगणनं अट् मध्ये नास्ति तु मकारः पकार पवर्गे अस्ति रामेशेन रमेशेन शकारः रमेशेन उप अहं चिन्तयामि उप रमेशेन रमेशेन परन्तु यु नो अट् अट् कुपु आङ्ग अट् कुपु आङ्ग नुम व्यवाये सूत्र अस्ति व्यवायस्थ अथवा व्यवधान अस्ति तर्हि खण्डन् खण्डात् खण्ड भवति परन्तु अत्र खण्ड भवति यतः रमेशेण अथ र म ए श तर्हि तर्हि अन्ततः न आगच्छति सम्यक् चकारव्यवधानमस्ति शकारव्यवधानमस्ति खलु महोदय व्यवधानमस्ति अथ रमेशाभ्यां रमेशैः परन्तु पञ्चमी वयं जानीमः अम्भाव नास्ति उपरमेशात् रमेशाभ्याम् उपरमेशेभ्यः सप्तमी अधिकरण उपरमेशे उपरमेशयोः उपरमेशेषु धन्यवादः ऐ होप् ऐ नाट् टेकन् टु मच् टैम् भवान् चिन्ता अत्र अत्र धन्यवादः एवं कृतवान् प्रदर्शयितुं चिन्तयामि एकनिमिषम् एकनिमिषम् अत्र एवम् एकं फैल् निर्मितवान् प्रत्येकं तत्र अव्ययभावसमासे इत्युक्ते पञ्च उपाङ्गानि भवति तदनन्तरं प्रथमोपाङ्गे किं किं कार्यं भवति कानि कार्याणि भवन्ति तदनन्तरं द्वितीय उपाङ्गे कानि कार्याणि भवन्ति तदनन्तरं तृतीय उपाङ्गे कानि कार्याणि भवन्ति तदनन्तरं चतुर्थ उपाङ्गे किं भवति अनन्तरं तत्र चतुर्थ उपाङ्गे अस्ति समासान्तकार्याणि अत्र बहूनि कार्याणि सन्ति तदनन्तरं पञ्चमोपाङ्गे एवं सुप्रभक्तिप्रत्ययोजनम् अस्ति तत्र कानि कार्याणि भवन्ति इति किञ्चित् लघु फैल् निर्मितवान् प्रेषयिष्यामि सारांशरूपेण एवं क्रमेण वयं गच्छामश्चेत् तत्र भ्रमः न भवति सर्वे क्रमशः एव अस्ति तत्र इतस्ततः किमपि अपवादम् अस्ति किमपि नास्ति अधिकं नास्ति अपवादं वा नित्यं वा तादृशचिन्ता अस्मिन् समासप्रक्रियायाम् अधिकं नास्ति अस्तु एतद् अनन्तरं प्रेषयिष्यामि अत्र एवं यत् स्वयं कर्तुं शक्यते चेत् कुर्वन्तु तत्र चिन्ता नास्ति एवं मया कृतम्, एतद् दृष्ट्वा अपि वक्तुं शक्नुमः. अतः पुनः पुनः पश्यामश्चेत् मनसि प्रक्रिया अथवा सोपानानि, प्रक्रियायां कानि सोपानानि सन्ति, कुत्र किं सोपानं भवेत् इति अपि ज्ञातुं शक्नुमः. इदानीं अरविन्द् महोदय. आं महोदय. अत्र इदानीं सीमनः सीम्नः समीपम् इति अस्ति, सीम्नः समीपम् इति अस्ति, तत्र कुत्र विशिष्टकार्यं भवति इति वदतु महोदय. बहूनि अभ्यासाः, बहवः अभ्यासाः सन्ति इति कृत्वा सारांशरूपेण प्रथमसोपाने, द्वितीयसोपाने, तृतीयसोपाने सारांशरूपेण वदतु. तदनन्तरं समासान्तकार्यं, तदनन्तरं सुप्तविभक्तियोजने विशिष्टकार्यमस्ति चेत् वदतु महोदय. सीम्ना समीपम् उपसीमम् इत्यते भूत्वा अलौकिकविग्रहं वाक्यं भवति सीमन् योगाङ्गस् योगः उप प्राक्कणारसमासाभ्ये भावा इति द्वयसूत्रयोकारेण संज्ञा भवति, अभिभावतवाससंख्या भवति. तदनन्तरं सुबोत्पत्ति समर्थपदविधिः अस्ति, दीर्घ अव्ययं विभक्तिसमीपसंवृत्ति वृद्धिर्थाभावस्य असम्प्रतिशब्दपादुर्भावपश्चात् यथा अनुपूर्व्य प्रोपपद्य सादृश्यसम्पत्तिसाकल्यान्तभजनिषति दीर्घसूत्रेण अव्ययीभावसमास विधीयते. उप इति अव्यय एवं सीमन् इति सुबन्तेन सह. तदनन्तरं कृत्तद्विधसमासश्च इति सूत्रेण कृत्तद्विधसंज्ञा भूत्वा अवयवरूपेण विद्यमान ङस् एवं ङस् लोपो भवति. सुबो तदनन्तरं भवति सीमन् योगः उप् उप. तत्र प्रथमनिर्दिष्टसमास उपसर्जनं पूर्व द्वयोसूत्रयोः उप इति पदम् अव्ययम् अस्ति कृत्वा तस्य उपसर्जनसंज्ञा भवति. तत्कारणेन उपासर्जनपूर्वम् इति सूत्रेण उष्कपूर्वनिपातं भवति इति कृत्वा उपयोग सीमन् इति रूपं सिद्ध्यति. तदनन्तरम् उपसीमन् वर्णमेलनेन उपसीमन् इति रूपं अव्ययसंज्ञा भवति. सीमन् इति स्त्रीलिङ्गं वा पुल्लिङ्गं महोदय? सीमन् इति स्त्रीलिङ्गम् इति कृत्वा न अव्यय न लोपोपाधिकान्तस्य इति कार्यं न करोति. तत्कारणेन सीमन् इति अनश्च इति सूत्रेण नित्येन टच् विद्येते. सत्यं. तत्र केन सूत्रेण तत्र टच् विधानं भवति? अनश्च इति सूत्रेण टच् विधानं भवति, टच् विधानं भवति. तद् वैकल्पिकरूपम् अनश्च नित्यरूपेण अस्ति. सत्यं, नित्यम् अस्ति. मनश्च नित्यरूपेण भवति इति सीमन् योग टच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् आ एव अवशिष्यते. उपसीमन् योग आ इति भूत्वे उपसीम्ना सीमना इति उपसीमन् योगः आ उपसीमन उपसीमन् सीमन् बिकम् भवति उपसीमन. नपुंसकात् अन्यतरस्य प्रसक्तिः नास्ति. नकारस्य लोपः भवति अण् अण् तत्र उपसीमा अनश्च इति टच् विधानेन उपसीमा अन् लोपो भूत्वा अकारस्य योजनेन उपसीमा भवति. केन सूत्रेण भवति अन् लोपः? केन सूत्रेण भवति अन् अन् यो अनश्च सूत्रेण टच् विधानं भवति. अनश्च इति सूत्रेण टच् विधानं भवति. नस्तद्दिदे इति सूत्रेण ते ते संज्ञकस्य लोपः भवति कृत्वा अन् लोपो भूत्वा उपसीमा. तदनन्तरं टच् विधानप्रत्ययं योजयाम इति कृत्वा उपसीमा इति पुनः टच् विधानं अस्तु. तादृशम् अकार अवशिष्यते तद् योजयामः. नस्ति अकार अवशिष्यते उपसीमा इति रूपं सिद्ध्यति. अत्र भवति अव्ययभावश्च इति सूत्रेण अव्ययभावलिङ्गं भवति नपुंसकलिङ्गं. नपुंसकलिङ्गम् इति कृत्वा सुप् उत्पत्ति कृत्वे न्यायप्रातिपदिकात् एकं सुऔजस् इति दीर्घसूत्रेण सुप् योजनं भवति. अव्ययम् इति कृत्वा अव्ययादाप् सुपः इति सूत्रेण सुप् लुप् भवितुम् अर्हति. किन्तु न अव्ययाभावात् तथा पञ्चम्य इति सूत्रं निषिद्ध्य तत् निषिद्ध्य आमादेशः भवति पञ्चमी विभक्तिं विहाय. तत्कारणेन उपसीमायोगः अमिपूर्वेण उपसीमम् इति सर्वासु विभक्तिषु पञ्चमीं विहाय सिद्ध्यति. पञ्चमी तु उपसीमात् इति रूपं भवति. तदनन्तरं तृतीयसप्तिमोर्बहुलम् इति विकल्पसूत्रेण तृतीया एवं सप्तमी विकल्परूपम् अपि भवति. उपसीमम् उपसीमेन उपसीमम् उपसीमे इति द्वे रूपौ स्थित्यतः द्वेरूपे स्तः द्वरूपे सिद्ध्यत सत्यम् उपसीमे समीचीनम् उत्तमं महोदय. अत्र महोदय इदानीं निर्गत्य अर्धघटिकापर्यन्तं पुनरागच्छामि. अस्तु महोदय अस्तु भवतु भवतु. शर्मिला भगिनी. आं महोदय. भवती रमायाः समीपं करोति वा? आं महोदय. रमायाः समीपं अलौकिकविग्रहवाक्ये भवति रमायोगः नस् योगः उप्. अत्र अव्ययं विभक्तिसमृद्धि समीपसमृद्धि व्यर्थि अर्थाभाव अत्यय इति दीर्घसूत्रेण समीपार्थे उप् इति अव्ययं समर्थेन रमा इति सुबन्तेन समस्यते. सम्पूर्णशब्दसमूहस्य समाससंज्ञा भवति प्राक्पणरासमासः. अव्ययीभाव संज्ञा भवति अव्ययीभावश्च इति सूत्रेण. तदनन्तरं सुब्लुक् भवति सुपोप्रातिपदिकयोः इत्यनेन. तत्पूर्वं कृत्तधितसमासश्च इत्यनेन समासस्य प्रातिपदिकसंज्ञा भवति. तदनन्तरं विद्यमानस्य नस् इति सुप् प्रत्ययः लोपः भवति सुपप्रातिपदिकयोः इत्यनेन रमायोगः उप् इति अवशिष्यते. तत्र समस्तपदं भवति उप रमा. कथम् इत्युक्ते उप इति उपरमा अस्ति. तत्र उप इति पूर्वनिपातः भवति प्रथम उपसर्जनं पूर्वम् इत्यनेन कदा भवति उपसर्जनं पूर्वम्? यथा उप इति अव्ययस्य प्रथमानिर्दिष्टम् उपसर्जनम् इत्यनेन उपसर्जनसंज्ञा भवति. रमा उप इति स्थिते कदा भवति? उपरमा इत्यस्य कथम् उप इति पूर्वनिपातः भवति क्षम्यतां अस्ति चेत् अत्र कथम् अस्ति रमायोग उप इति तत्र सुप् विभक्ति प्रत्ययानां लोपानन्तरं रमायोग उप इति अस्ति. अत्र किं भवति इति वा? अत्र प्रथमानिर्दिष्टम् उपसर्जनम् इति सूत्रेण उप इति अव्ययस्य उपसर्जनं संज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रेण उप इति पदस्य पूर्वनिपातः भवति, अतः समस्तपदं भवति उपरमा. उपरमा इति तदनन्तरं पुनः कृत्सद्धितसमासाश्च इत्यनेन प्रातिपदिक संज्ञा भवति. ज्ञाप्रातिपदिकात् इत्यनेन सुबुत्पत्ति भवति. तत्र नपुंसकलिङ्गसंज्ञा अस्ति. नपुंसकलिङ्गसंज्ञा अस्ति कृत्वा किं भवति? समासान्तकार्यम् अस्ति वा? आम्, अव्ययीभावश्च इत्यनेन अव्ययम् इति संज्ञा भवति. द्वितीय अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्ग विधानं भवति. तदनन्तरम् उपरमा इति शब्दः ह्रस्वो नपुंसकात् प्रातिपदिकात् इत्यनेन ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वं भवति. उपरम इति भवति. तदनन्तरं सुब्लुक् प्रबाध्य सुपप्रातिपदिकयोः न्याप्रातिपदिकात् इत्यनेन सुप् उत्पत्ति. परन्तु समासान्तकार्यम् अनन्तरम् इदानीं ज्ञाप्रातिपदिकात् इति तत्र समाससंज्ञा अस्ति कृत्वा तत्र सुप् योजनं भवति. तदनन्तरमेव एतादृशकार्यं प्रथमं समासान्तकार्यं कृत्वा एव सुप् योजनम्. तदनन्तरं न अव्ययीभावात् आप्सुपः इत्यस्य प्रभावेन सुप् लुक् भवितुम् अर्हति, परन्तु तं प्रभाद्य न अव्ययीभावात् पुंसु अपञ्चम्या इत्यनेन अम् आदेशः भवति पञ्चमी विहाय सर्वासु विभक्तिषु. अतः उपरमयोगः अम् भवति. तत्र अमिपूर्व इति सूत्रस्य कार्यं सवर्णदीर्घं प्रबाध्य पूर्ववर्णः आदेशः भवति, अतः उपरमम् इति रूपं सिद्ध्यति सर्वासु विभक्तिषु पञ्चमी विहाय. पञ्चमी विभक्ति तु उपरमात् इति रूपं भवति. च तृतीयसप्तम्योर्बहुलम् इत्यनेन तृतीय च सप्तमी विभक्तौ द्वौ रूपौ स्तः उपरमेण इति तृतीया विभक्ति उपरमे इति सप्तमी विभक्ति अपरमस्ति उपरमेण रमेण. आम्, तत्र मकार अस्ति अतः णत्वं भवति. रेफ इति निमित्तम् अस्ति. मध्ये व्यवधानम् अस्ति मकार इकारः द्वावपि. अट् च पु इति वर्गे अस्ति इति इत्यनेन भवति. अस्तु भगिनि, समीचीनम्. गोमती भगिनी. आं महोदय. राज्ञसमीपं करोति वा? हा करोमि. राज्ञः समीपं प्रथमं कानि पदानि प्राप्तव्यम् अस्माभिः इति वदामि. उपराजम् इति सर्वासु विभक्तिषु पञ्चमीं विहाय उपराजात् इति पञ्चमी, उपराजेन उपराजे इति तृतीया सप्तम्यं, बहुलं भवति. उपराजम् उपराजात् उपराजेन उपराजा राजे इति पदानि अस्माभिः प्राप्तव्यं. राज्ञः समीपं लौकिकविग्रहं वाक्यं. राजन् हस उप इति अलौकिकविग्रहवाक्यं. प्राक् कटारसमासः इति सूत्रेण समाससंज्ञा भवति. अनन्तरम् अव्ययीभावः इति सूत्रेण अव्ययीभावसमासविशेषसंज्ञा भवति. अनन्तरम् अव्ययं विभक्तिसमीप इति दीर्घसूत्रेण समीपार्थे उप इति अव्ययं राजन् इति सुबन्धपदेन समस्यते. अव्ययीभावसमास भवति. अनन्तरं अत्र अव्ययीभावसमास दीर्घसूत्रं वदति अव्ययं प्रथमाविभक्तौ अस्ति, तत् उपसर्जनसंज्ञा अस्ति. अत्र राजन् नस सारि सर् सारि ततः पूर्वं राजन् नस उप इति स्थिते तत्तु समासपदमस्ति. अतः कृत् रचितसमासयोः इति सूत्रेण कृत्तद्समासाश्च इति सूत्रमस्ति. कृत्तद्समासाश्च इति सूत्रेण तत्र राजन् योगः उप भवति प्रातिपद सुपः. किं वक्तुम् इच्छति तत्र समास विभक्तिप्रत्ययानां लोपः भवति इति वक्तुम् इच्छति वा? तदाल्सो अहं वक्तुम् इच्छामि. परन्तु कृत् अर्थितसमासप्रातिपदिकयोः कृत्तजसमासाश्च इति भिन्नसूत्रम् अस्तु अस्तु. कृत् अर्थितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. अत्र किञ्चित् अत्र किम् इत्युक्ते यदा अस्माकं पदं किं राज्ञः समीपम् अस्ति तत्र राजन्योग न्यस् इति अस्ति खलु. राजन् इति पदस्य पूर्वमेव तत्र प्रातिपदिकसंज्ञा अस्ति. प्रातिपदिकसंज्ञा अस्ति इति कृत्वा राज्ञः इति सिद्धरूपं अभवत्. प्रातिपदिकसंज्ञा इदानीम् अस्ति इति न वदतु, पूर्वमेव तत्र प्रातिपदिकसंज्ञा अस्ति. इदानीं प्रातिपदिकसंज्ञा भवति इति नास्ति. ओके, अत्र समस्तपदस्य प्रातिपदिकसंज्ञा भवति. समस्तपदस्य प्रातिपदिकसंज्ञा अन्ते आयाति, तत्र अन्तिम तत्र कार्यमस्ति. अत्र किं वक्तव्यम्? अत्र समासविद्या तत्र संज्ञा ये इदानीं न अस्ति न वदतु, तस्य अस्ति इति वदतु. तत्र किञ्चिदेव भेदः अस्ति. तत्र अहम् एवमेव वक्तुम् इच्छामि. इदानीं समाससंज्ञा रश्वण क्षम्यतां कृत्तजसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा विधानं नास्ति. तत्र पूर्वमेव तस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा एव तत्र तस्मात् परं सुप् अभवत्. अवगच्छति वा? अस्तु, पूर्वमेव तस्य प्रातिपदिकसंज्ञा अस्ति. कृत् तद्धितसमासः किं वदति राजन् घस उप किं वक्तव्यं तत्र तत्र कृत्तद्वितसमासाश्च इति सूत्रं किं वदति इत्युक्ते कृदन्तानाम् अबन्तानां समासान्तानां तत्र किं प्रातिपदिकसंज्ञा अस्ति इति अर्थः सूत्रस्य अर्थः इदानीं राजन् इति पदं कृदन्तं भवितुमर्हति कृदन्तं वा अबन्तं नास्ति कृदन्तं भवति अबन्तम् अस्तु कृदन्तम् इति कृदन्तेन निष्पन्नं भवति राजन् इति प्रायः पूर्णतया नावगच्छामि इति कृत्वा तत्र तस्य प्रातिपदिकसंज्ञा अस्ति पूर्वमेव अस्ति इति अर्थः इदानीं वयं प्रातिपदिकसंज्ञाविधानं कुर्मः इति नास्ति अवगच्छति अवगच्छामि परन्तु परन्तु अस्माभिः किमर्थं वक्तव्यं कृत् तद्धितसमासश्च इति सूत्रेण सिंहसः लोपः भवति तत्र अत्र पश्यतु कृत् तद्धितसमासश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा अस्ति अस्तु तत्र सुपधातुप्रातिपदिकयोः इति सूत्रेण किं वदति सुपः धातुप्रातिपदिकयोः इति अस्ति तत्र सूत्रं किं वदति सुपो धातु प्रातिपदिकयोः इति अस्ति इत्युक्ते किं सुबन्तानां धातूनां तत्र प्रातिपदिकसंज्ञानां तत्र सुपः धातुप्रातिपदिकयोः इदानीं धातुप्रातिपदिकयोः धातुविषयं वयं त्यजामः तत्र प्रातिपदिकयोः प्रातिपदिकस्य इति अर्थः प्रातिपदिकस्य सूपः लुक् इति अस्ति अर्थः अस्माकं तदेव मुख्य आशयः अत्र प्रातिपदिकस्य सूपः लुक् इदानीं प्रातिपदिकसंज्ञा कथं तत्र आगच्छति इति प्रश्नम् उदेति तत्र पूर्वमेव प्रातिपदिकात् इति क्षम्यतां कृत्तद्धितसमासश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा अस्ति इति वदामः तत्र मुख्यकार्यं किं सुपो धातुप्रातिपदिक एव मुख्यकार्यं तत्र प्रश्नम् उदेति कथं त इदानीं समस्तपदे इदानीं समूहे वर्णसमूहे तत्र प्रातिपदिकसंज्ञा अस्ति इति प्रश्नम् उदेति तस्य प्रश्नस्य निवारणम् अस्ति पूर्वमेव तस्य कृत्तद्धितसमासश्च इति सूत्रेण प्रातिपदिकसंज्ञा अस्ति इति अस्तु अस्तु सुपधातुप्रातिपदिक इति सूत्रेण एव तस्य लोपः भवति प्रथममेव समाससंज्ञा प्रातिपदिकसंज्ञा अस्ति पूर्वमेव तत् सूत्रं सम्यक् एव तत् पूर्वमेव अस्ति इति अवगन्तव्यं मया प्रथमान् बहूनि लेक्चर्स् ऐ मिस्ड् देर् आर् स्माल् फैन् डौट्स् आर् देर् चिन्ता मास्तु ओके वदिष्यामि यदा अत्र राजन् राजन् उप इति अभवत् राजन् उप इति स्थिते अत्र दीर्घसूत्रेण तत्र अव्ययं प्रथमाविभक्तौ अस्ति तद् तु उपसर्जनसंज्ञा अस्ति अतः तद् पूर्वम् आयाति तत् अव्ययं पदम् अत्र राजन् उप अत्र उप इति पदं लक्ष्यं करोति ततः उप इति उपसर्जनसंज्ञा भूत्वा उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वम् आगमनं भवति उप राजन् इति प्रातिपदिकं वा पदं वा प्रातिपदिकमेव न प्रातिपदिकं भवति तत्र वक्तव्यं तत्र पदम् इति न वक्तुं शक्नुमः इदानीं वर्णानां समूहः उपराजन् इति समूहः अस्ति, वर्णसमूहः अस्ति, वर्णसमूहः अस्ति. इदानीं पदम् इति अपि वक्तुं शक्नुमः, किमर्थम् इत्युक्ते तत्र पदसंज्ञा पूर्वम् अस्ति इति पदं समस्तपदम् इति स्वीकुर्मः, समस्तपदम् इति वदामः. समासपदम् समस्तपदम् समस्तपदम्. अनन्तरम् उपराजन् इति स्थिते उपराजन् अव्ययीभावश्च इति सूत्रेण अव्ययं भवति. उपराजन् अव्ययसंज्ञा प्राप्नोति. अव्ययीभावश्च इति द्वितीयसूत्रेण, द्वितीयाध्यायस्य सूत्रेण उपराजन् नपुंसकलिङ्गं प्राप्नोति. अनन्तरम् अत्र अनन्दमस्ति उपराजन् समस्तपदम्, अतः अनश्च सूत्रं कार्यं करोति. यद् तु पुल्लिङ्गे अस्ति अतः अनश्च कार्यं करोति. उपराजन् अनश्च, अनश्च सूत्रेण टच् प्रत्ययविधानं भवति. उपराजन् योगः आ भवति, टच् प्रत्ययस्य ट च लोपानन्तरम् आ अवशिष्यते, उपराजन् आ भवति. अत्र अन टि अस्ति, नस्तथित तथितप्रत्ययपरे अस्ति, अतः उपराजन् अत्र अन टि संज्ञा अस्ति, तस्य लोपः भवति नस्तथिते इति सूत्रेण. तो उपराज राज आ इति अवशिष्टः भवति. अत्र उपराज अव्ययमस्ति, अस्ति नपुंसकपदं, नपुंसकलिङ्गपदमस्ति. अत्र अव्ययम् इति कारणेन तत्र सु अव्ययादाप् सुपः इति सूत्रेण सुपः लोपः भवति. उपराज इति भवति. तद् तु अजन्तमस्ति, अजन्तम् अनेन कारणे अत्र वदामि उपराज इति प्रातिपदिकमस्ति, प्रातिपदिकमस्ति, अतः सुपः योजनं भवति ज्ञाप् प्रातिपदिकयोः इति सूत्रेण. प्रातिपदिकात् सोरि क्षम्यतां, ज्ञाप् प्रातिपदिकात् इति सूत्रेण सु प्रत्ययस्य योजनं भवति. उपराज सु तत्र उपराजसु अत्र अदन्तमस्ति, अव्ययपदमस्ति. अव्ययपदम् इत्यनेन कारणेन सुबन्तपदस्य सोरि सुप् प्रत्ययस्य लोपः भूत्वा उपराज उपराज इत्र सुप्रत्ययस्य लोपः न भवति, सुप्रत्ययस्य योजनं प्रबाध्य न अव्ययीभावात् न पञ्चं न पञ्चम्या अं तु सोरि अव्ययीभावात् अपञ्चम्याः इति अतो पञ्चम्याः अव्ययीभावात् अतो अं तु अपञ्चम्याः इति सूत्रेण अतो त्वमञ्चम् अपञ्चम्याः अतो त्वमञ्चम्याः इति सूत्रेण तत्र उपराज अम् इति शब्द अम् इति प्रत्याहारः, प्रत्याहारस्य योजनं प्रत्ययः अम्मादेशभूत अम् प्रत्ययः अम् प्रत्ययः अम् प्रत्ययस्य आदेशः भवति. उपराज अम् तत्र सार्वदीर्घसन्धि न भवति, तद् बाध्य अमीपूर्वः अमीपूर्वम् इति सूत्रेण अकः सम्बन्ध अम् प्रत्ययपरे एक पूर्व वर्णस्य पूर्ववर्णम् ओन्लि रिमेन् उपराज्यम् इति पूर्वरूपम् एकादेशः भवति पूर्वरूपम् एकादेशः भवति उपराज्यम् इति पदं भवति उपराज्यं प्रथमाविभक्तौ द्वितीयविभक्तौ भवति किन्तु अपञ्चम्याः इति सूत्रं वदति अनेन कारणेन पञ्चमी विभक्तिम् उपराजात् इति भवति तृतीया सप्तम्योर्बहुलं सोरि क्षम्यतां सर् तृतीया उपराजात् पञ्चमी उपराजात् इति पञ्चमी उपराजात् उपराज्ये राजाभ्याम् उपराज्येभ्यः इति भवति तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीया विभक्तौ उपराजेन इति भवति सप्तमी विभक्तौ उपराजे इदपि भवति तु टच् प्रत्ययविधानेन उपराजात् सोरि उपराज्यम् उपराजात् उपराजेन उपराजे इति पदानि भवन्ति तदेव समीचीनम् उत्तमं सत्यम् उत्तमं समीचीनम् धन्यवादः इदानीं रामुलु यम्मनूर् आं महोदय रामुलु यम्मनूर् विलम्बेन अस्तु अनस् अनसि इति अस्ति तद् इति वा तस्य तत्र समस्तपदं कथं भवति इति वदति वा प्रयत्नं करोमि महोदय अनस् इति अनस् इति इति अति लौकिक समसस्तपदम् अद्यन अद्यनसम् इति रूपम् महोदय तत्र प्रथमं समस्तपदं वदामि अद्यनसम् इति रूपं लौकिकविग्रहम् अद्यन अनस् योगः नस्ति योगः अपि प्रथमं प्राक्कटारासमासः प्रत्यय किं सप्तमी विभक्ति प्रत्यय किम् सप्तम् अर्थे तत्र अनसि इति इत्युक्ते किम् अव्ययं भवति भगिनि किं महोदय अवगतम् अव्ययं किम् अव्ययं किम् अदि अदि इति अव्ययं कस्मिन् अर्थे इति अर्थे न न विभक्त्यर्थे विभक्ति सप्तमी विभक्त्यर्थे विभक्त्यर्थे धन्यवादः महोदय तत्र अनसि इति सप्तमी विभक्ति अस्ति सप्तमी विभक्त्यर्थे तत्र अधि इति अव्ययं तत्र सप्तमीविभक्तिप्रत्ययः किं कः प्रत्ययः नसि नसि वा नसि इति पञ्चमी खलु नस्ति एव अनस् योगः नि योगः अधि तदनन्तरं समाससंज्ञा प्राक् कदारात् समासः इति सूत्रेण अव्ययभाव अव्ययभावः इति सूत्रेण अव्ययभावसंज्ञा भवति. तदनन्तरं दीर्घसूत्र अव्ययविभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अन्यत् अत्यय सम्प्रति सम्पशब्दप्रादुर्भाव पश्चात् यथा आनुपूर्य योगपद्य सप्त सम्पत्ति सात्तल्यान्तवचने इति सूत्रेण अधि अव्ययीभावः अव्ययम् अनशब्देन कः समस्यते. तदनन्तरं प्रातिपदिकः तद्धितासमास सूत्रेण प्रातिपदिकसंज्ञा भवति. सुपो धातु प्रातिपदिकयोः इति सूत्रेण प्रत्यय निप्रत्यय लोपः भवति. अनस् योगः अधि अस्ति, पदसंज्ञा अपि अस्ति. तदनन्तरं प्रथमानिर्दिष्टं समास उपसर्जनम् अत्र अधीयति प्रथमविभक्तिरूपमस्ति, ततः उपसर्जनसंज्ञा भूत्वा उपसर्जनं पूर्वम् इति सूत्रेण निपातः भवति. अधि योगः अनस् इति रूपं सन्धि भवति, सन्धिसूत्रेण अद्यनस् इति प्रातिपदिकं प्रातिपदिकं. तदनन्तरं नपुंसकलिङ्गं संज्ञा अव्ययसंज्ञा भवति अव्ययभावश्च इति प्रथम अध्याय एक प्रथमपाद तदनन्तरं नपुंसक अव्ययभावस्य सूत्रेण नपुंसकसंज्ञा अपि भवति. अनस् शरत् प्रवृत्तिभ्यः गणे अस्ति, ततः छच् प्रत्यय विकल्पेन विकल्पेन भवति महोदय. विकल्पेन विकल्पेन नास्ति खलु अव्ययभावात् अव्ययभावे शरत् प्रवृत्तिभ्यः इति सूत्रं नित्यमस्ति. नित्यमेव भवति, नित्यमेन टच् प्रत्यय आगच्छति. टच् प्रत्यय अध्ययनयोगः आ अध्ययनस्य इति रूपं भवति. तदनन्तरम् अश्वनपुंसके प्रातिपदिकस्य सूत्रं वर्तते पदं, परन्तु पदम् अकार अश्वाकार अस्ति, ततः ज्ञान्या प्रातिपदिका इति सूत्रेण सुप् विधीयते. अदन्तमङ्गमस्ति चेत् न अव्ययी भाव भाव अधातौ अम्म पञ्चम्याः इति सूत्रेण सु लोपः न भवति, अम् अत्र आदेशः भवति. अम् अनन्तरम् अमिपूर्वः इति सूत्रेण पूर्वपरिह पूर्वरूपं निष्पन्नं भवति. अद्यनसम् पञ्चमी विभक्ति अन्यरूपाणि नास्ति महोदय. अद्यनस्ताम् अद्यनस्ता तृतीया सप्तम्यो बहुलम् इति सूत्रेण तृतीया विभक्ति सप्तमी विभक्तौ आम् अपि अस्ति. अद्यनस्तेन अद्यनस्ते इति रूपं निष्पन्नं भवति. समीचीनं भगिनि, उत्तमम् उत्तमं, धन्यवादः. सरला भगिनि, सरला भगिनि अस्ति वा? रोहिणी भगिनी भवती करोति वा नावः समीपं ट्रै करोमि नावः समीपम् अस्तु सहायं करोमि नावः नव इति प्रातिपदिकं समीपं समीपार्थे उप इति शब्दः नव इति शब्देन उप इति अव्ययं नव इति शब्देन सुबन्धेन समर्थेन शब्देन समस्यते उप नव योग ङस् योग उप अविभावस्य सूत्रेण अविभावसम संज्ञा भवति ज्ञप्रातिपदिकयोः इति सूत्रेण सुपः लुक् भवति सूत्रेण सुभ लुक् भवति उपसर्जनसंज्ञा भवति उप इति शब्दस्य अव्ययम् अर्थाभाव इति सूत्रेण उपसर्जनं पूर्वम् इति सूत्रेण उप इति उपसर्जनं पूर्वं पूर्वनिपातं भवति उपयोग नौ भवति तत्र समासान्तप्रत्यय किम् इति न जानामि उप अस्तु उपयोग नौ इति अस्ति नौ कीदृशं पदमिति वदति वा अथवा प्रा किं वदामः उपनौ इति अजन्तं वा हलन्तं वा इति द्रष्टव्यम् अजन्तं वा अजन्तं भवति अन्ते किम् अवकारः अन्ते अवकारः अस्ति इति कृत्वा अजन्तम् अस्ति अजन्तम् अस्ति चेत् किं भवति तत्र नपुंसकलिङ्ग अवेभावाश्च इति सूत्रेण नपुंसकलिङ्गसंज्ञा अस्ति खलु लिङ्गसंज्ञा अस्ति चेत् ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रम् अजन्तानां कार्यं करोति अजन्तानां तत्र ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति इदानीं नौ उपनौ इति स्थिते औ औ इति स्वरस्य औ इति स्वरस्य ह्रस्वत्वं करणीयं ह्रस्व आदेश उप औ इत्यस्य ह्रस्व स्वरः नास्ति खलु औ दीर्घ एव दीर्घः प्लुतः एव अस्ति औकारस्य औ औ इत्येव अस्ति औ इति नास्ति ह्रस्व नास्ति तदा किं करणीयं तत्र ओकारः भवति ओकारस्य स्थाने ओकारस्थाने उकार आदेशः भवति कथं भवति तत्र उपनु भवति उपनु इति कथं भवति न जानामि एच शीघ्रस्वादेशे इति सूत्रम् ह्रस्वादेशे ह्रस्वादेशे इत्युक्ते ह्रस्व यदा ह्रस्व आदेशं कुर्मः अत्र ह्रस्वोणपुंसके प्रातिपदिकस्य इति सूत्रे किम् अस्ति ह्रस्वः नपुंसके प्रातिपदिकस्य नपुंसकलिङ्गे ह्रस्वः आदेशः इति अर्थः इदानीं ह्रस्व आदेशः भवति चेत् इग् ह्रस्वादेशे ह्रस्वादेशे एचः एच इत्युक्ते ए ओम् ऐ औ एचः इग् तदा तत्र ओकारस्य स्थाने उकार आदेशः विधीयते उपयोग नु भवति तत्र समासान्तप्रत्ययः भवति न जानामि इदानीं न एकनिमिषम् उपनु इति स्थिते तत्र किं ज्ञाप्रातिपदिकात् इति सूत्रेण तत्र कृतस्य समासश्च इति समासानां प्रातिपदिकसंज्ञा अस्ति तदनन्तरं ज्ञाप्रातिपदिकात् इति सूत्रेण सुप् योजनं भवति समासान्तकार्यं द्विविधं भवति, एकम् अजन्तं, द्वितीयं हलन्तं. हलन्तानाम् एव इदानीम् अवेभावे जयः तादृशसूत्राणि भवन्ति. नदीपौरमासमग्रहिणीभ्यः विशिष्टसूत्र सूत्रमस्ति तद् अजन्तानां तु प्रायः अजन्तानामेव तादृश समासान्तकार्यम्. इदानीम् उपणु इत्यत्र समासान्त हलन्तानां हलन्त नास्ति इति कृत्वा समासान्तकार्यं कृतं केवलं ह्रस्वणपुंसके प्रातिपदिकस्य एव. इदानीं सुप् योजना तावदेव भवति. उपायोग नु योग सुप् सुपलोप भवति, उपन्यु इति रूपं भवति. सुप् केन सुप्तव्यम् केन सूत्रेण भवति सुपधातुप्रातिपदिकयोः अव्ययतापसुपः इति सूत्रेण भवति उपनु इति रूपं भवति. तावदेव उपनु इति सर्वासु विभक्तिषु उपणु एव भवति. अस्तु भगिनि, समीचीनं. सरला भगिनी भवती अष्टमी सम्पर्कः अस्तु. सुहृदः समीपम् इति वदति वा? आमां सुहृदसमीपम् इति लौकिकविग्रहवाक्यम् अस्ति. समस्तं पदं भवति उपसुहृद् सुहृदम् अपक्षे यत्र अन्यपक्षम् अस्ति उपसुहृदेन इति आगच्छति. अहं प्रथमं करोमि, प्रख्या करोमि. अलौकिकविग्रहवाक्यं प्रातिपदिकं भवति सुहृद्र, दकारान्तपदम् अस्ति. सुहृद्रयोग नस् इति षष्टिविभक्ष्यां सुप्रत्यय अस्ति. उप समीपम् अर्थे उप इति अवयम् आगच्छति. सुहृद्र योग नस् उप इति प्राक्करारसमास अनेन असमाससंज्ञा, अव्यवीभावश्च अव्यवीसंज्ञा भवति. अव्यव्यविभक्ति समीपं समृद्धि व्यधि यथाभाव, अव्यव्यसमृक्ति शब्दा प्रादुर्भाव पश्चात् यथा अनुकूय योगपद्य सादृशसम्प्रति साकल्य अन्तवचनेषु अनेन उप इति विभक्त्य समीपमर्थम् इति सुबन्तेन सुहृदसुबन्तेन सह सम्यक्ति. इदानीं कृतद्वितसमासस्य अनेन प्रातिपदिकसंज्ञा अस्ति. तदनन्तरं सुपो सुपोधातु प्रातिपदिकयोः सुप्रत्ययस्य लोप भवति, सुहृद्रयोग उप् भवति. इदानीं प्रथमानिर्दिष्टम् उपसंज्ञा इति अनेन कारणकी उप इति अव्यव्यविभक्तिसमीपम् अनेन सूत्रे अव्ययं प्रथमानिर्दिष्टम् अस्ति. उप इति पदस्य उपसर्जनसंज्ञा भवति. उपसर्जनपूर्वम् अनेन उप तस्य पूर्वनिपातः भवति. उपसुहृद इति पदम् आगच्छति. उपसुहृद इति समस्तपदं निष्पन्नं भवति. तस्य अव्ययभावश्च अनेन अव्ययसंज्ञा आगच्छति. अव्यभिभाव च द्वितीय अध्यायः अस्ति, तस्य नपुंसकसंज्ञा भवति. इदानीं दकार इति झय प्रत्याहारे आगच्छति. सो झय इति सूत्रेण विकल्पेन टच् प्रत्यय विधीयते. सो यत् पक्षे टच् प्रत्यय विधीयते अनुबन्धलोपानन्तरं अवशिष्यते. सो उपसृहृत् योग अ इति आगच्छति. उपसृत् योग अ इदानीं तस्य उपसृद हलन्तम् अस्ति. सो उपसृदयोग उपसृद इदानीम् अदन्तं पदं भवति. अदन्तं पदं भूत्वा यद् सुप् ज्ञापप्रतिपदिकात् अनेन सूचने सुप् उत्पत्तिः भवति. सु अजनेन इति आगच्छति. सो उपसृद्योग सुप् इदानीम् अव्यात् आप् सुप् इति प्रभाते किमस्ति नविभावात् ततो पञ्चम्यां लुक् भवति. पञ्चमी विभक्त्यां विहाय आदेशः भवति. अम्ब तदनन्तरम् अमी पूर्वति सूत्रेण पूर्वपर्यस्थाने पूर्व अकारस्य आदेशः भवति. उपसुहृदम् इति भवति. किन्तु तदनन्तरम् उपसुहृदात् इति भवति पञ्चम्या विभक्त्यां आत् आगच्छति. उपसूद्रयोग आत् तत्र श्रवणदीर्घसं भूत्वा उपसुहृदात् इति भवति. यत्र उपसूद्रम् अस्ति अत्र तृतीया सप्तमी बहुलम् अनेन तृतीया विभक्त्यां विकल्पेन उपसूद्रम् उपसूद्रेण भवति. उपसूद्रेण उपसूद्राभ्याम् उपसूद्रैः भवति. सप्तम्यां विभक्त्याम् उपसूद्रम् उपसूद्रे उपसूद्रः उपसूद्रोः उपसूद्रसु इति भवति. यत् पक्षे कच् प्रत्ययः विधीयते छयसूत्रेण तत् उपसुहृद् इति यत् नपुंसकलिङ्ग पर्यन्तं समानप्रक्रिया अस्ति. उपसुहृदयोग तत्र उपसुहृद् इति एव सुप्रत्य इदानीं योजनं भवति. सुप्रत्ययोज ज्ञाप्रतिकात् योजित्वा तदनन्तरं सुप्पो अव्यापायनेन सुप्रत्ययस्य लोपः भवति. इदानीं उपसृद् इति पदं भवति. उपसृद् इति पदं भवति तर्हि सन्धिकार्यम् आगच्छति तत्र छलाद्यशौन्ते अनेन समानरूपमेव तिष्ठति. उपसृद् वावसाने अनेन दकारस प्रथमवारम् आगच्छति. उपसृद् उपसृद्र सर्वेषु भक्त्यां आगच्छन्ति. समीचीनं समीचीनं भगिनि, उत्तमम्. अस्तु, अद्य वयम् अत्र स्थगयामः. इतोपि किञ्चिदेव अस्ति. अग्रिमवर्गे विषजगसमीपं धीमति इति विदुषगसमीपम् इति अस्ति. तत्सर्वम् अग्रिमवर्गे करिष्यामः. अग्रिमशनिवासरे अत्र भारतदेशे दीपावलिमहोत्सवः भवति इति कृत्वा अस्माकं वर्गः न भवति. सत्यं खलु, दीपावलिः अग्रिमसप्ताहे एव खलु? अस्तु, इति कृत्वा अस्माकम् अग्रिमवर्गः एकविंशतिदिनाङ्के भवति. तत्र भारतदेशे एकविंशति, तत्र युएस्ए मध्ये विंशतिदिनाङ्के भवति. अस्तु, इदं शान्तिमन्तम् उक्त्वा समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. शुभरात्रि, शुभदिनम्.